हरि ओम्, नमस्ते महोदये। नमस्कारः महोदये, नमस्सर्वेभ्यः। नमस्कारः। नमस्कारः। नमस्कारः भगिनि। नमस्कारः सर्वेपि। नमस्कारः। अद्यतनवर्गस्य सुस्वागतम्। अनिल् महोदय, आरम्भं श्लोकं वदतु। अस्तु महोदय। ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहि, तेजस्विनावधीतमस्तु, मा विद्विषावहि। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः। धन्यवादः। इदानीमत्र परस्मैपदी न एकनिमिषम्। द्रष्टुं शक्यते वा? इदानीम् अत्र आरम्भतः अहम् अत्र जय नय भव हर इति सर्वेभ्यः अत्र अदन्तदातवः अस्ति। क्षत्रिया महोदय, रेकार्डिङ्ग् अस्ति, करोति कृत्वा वा? रेकार्डिङ्ग् कृतम्। रेकार्डिङ्ग् अस्तु। इदानीमत्र पुनरपि सर्सरी शप् अनन्तरं चित्तस् जिङ्क् गतवर्गे पठितवन्तः। आत्मनेपदिनः, परस्मैपदिनः, इदानीम् अत्र अस्मिन् करपत्रे मूलप्रत्यये परस्मैपदी लट् लकारस्य तदा, परस्मैपदी लोट् लकारस्य तदा प्रत्ययाः साध्यन्ते इति द्रक्ष्यामः। इदानीमत्र अस्य कार्यस्य कृते इत्संज्ञाविधायकसूत्रं किं किम् अस्ति इति एतत्पर्यन्तम् अनिल् महोदय एव पठतु, सावधानतया पठतु। अस्तु अस्तु महोदय। अस्य कार्यस्य कृते इत् संज्ञाविज्ञानम् आवश्यकम्। पूर्वमपि अस्माभिः दृष्टं यत् पाणिनिना एकस्मिन् स्थले क्रमेण सर्वाणि इत्संज्ञाविधायकसूत्राणि स्थापितानि इत्संज्ञाप्रकरणे। तानि इत्संज्ञाविधायकसूत्राणि षट् सन्ति। एकेन सूत्रेण इत्संज्ञा निषिध्यते, अन्ते वा अपरेण सूत्रेण इत्संज्ञकः अंशः लुप्यते। सम्प्रति एषु अष्टसु सूत्रेषु सूत्रत्रयम् अपेक्षते। हलन्त्यम् प्रथमाध्याये तृतीयपादे तृतीयसूत्रम्। उपदेशन्त्यं हलित स्यात्। उपदेशे अन्त्यं हलित् स्यात्। अनेन यस्य कस्यापि अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य इत् संज्ञा भवति। धातोः अन्ते वा प्रत्ययस्य अन्ते वा द्वयोः अपि अन्ते हलः इत् संज्ञा भवति। यथा शप् इत्यस्मिन् पकारस्य इत् संज्ञा, णिच् इत्यस्मिन् चकारस्य, डुक्रिञ्च् इत्यस्मिन् नकारस्य, शन् इत्यस्मिन् नकारस्य। तस्य लोपः प्रथम अध्याय तृतीयपादे नवम सूत्रम्। यस्य इत्संज्ञा जाता तस्य लोपः भवति। यथा शप् प्रत्यये पकारस्य इत्संज्ञा लोपः च। सुलभमेव। हा, एतत् सर्वाणि पठितम् एव, रैट्? अभवत् खलु, न विभक्तौ तु स्मः। न, अत्र न, अत्र न, पूर्वं पठितवन्तः, एतद्दिश्य ज्ञातवन्तः एव। अतः एव हलन्त्यं तस्य लोपः इति वयं जानीमः। अनन्तरं न विभक्तौ तु स्मः, अत्र तु स्मः तु अस्ति, अनन्तरं सकारः, अनन्तरं मकारः, अत्र ईत् न भवति, अतः एव भवतः इति भवति। अत्र परस्मैपदी धातुः वयं स्वीकुर्मः चेत् इदानीं तिप् किम् अस्ति, तस् किम् अस्ति, जि किम् अस्ति इति महालक्ष्मी पठतु। आं महोदय, तिप् हलन्त्यं तस्य लोपः ओके, तिप् हलन्त्यं तस्य लोपः इत्याभ्याम् इत्याभ्यां सूत्राभ्यां पकारस्य लोपः ति इति लट् प्रत्ययः निष्पन्नः। तस्य न विभक्तो लट् प्रत्ययः खलु, लट् प्रत्ययः निष्पन्नः। तस् न विभक्तो तुस्माः इत्यनेन सकारलोपः निषीध्यते। ससजुषोरुः इत्यनेन इस् स्थाने रु करावसानयोर्विसर्जनीयः इत्यनेन रु स्थाने विसर्गः। तस् इस् लोपः निषीध्यते। इस् स्थाने रु, तरु रुस्थाने तः, रुस्थाने अङ्गनो ब्लाङ्क् अर्कुम तः इति लट् रुस्थाने विसर्गः श्रूयते खलु। हा हा, रुस्थाने विसर्गः, ओके ओके, रुस्थाने विसर्गः तः इति लट् प्रत्ययः निष्पन्नः। इज् इ जोन्तः, इज् स्थाने अन्त् आदेशः, अन्त् योगः इ अन्ति इति लट् प्रत्ययः निष्पन्नः। इदानीं स्मरन्तु तिप् तस् जि कथम् अत्र भवति इति। तिप् पकारस्य लोपः भवति, हलन्त्यं तस्य लोपः, अनन्तरं तस् इति अस्ति, सकारः न लोपः भवति। केन सूत्रेण? सर्वदा अञ्जना एव वदति, एतत् करपत्रे अस्ति, परन्तु सा एव वदति, सर्वे तिष्ठन्ति एव अत्र। अस्तु, इदानीम् अत्र केन सूत्रेण विसर्गः भवति? सहोद्र्यः इव द्वयोः मध्ये अत्र समीचीनतया मेलनं भवति। ससजुषोरुः करावसानयोर्विसर्जनीयः, एतत्तु आङ्ग्लभाषायां वदति खलु फिङ्गर् टिप् इत्येव मनसि स्थापयतु। अनन्तरं जि इति अस्ति, टिप् तस् जि, जि अनन्तरं जि केन सूत्रेण भवति अत्र? ज्योन्तः इति ज्योन्तः इत्यस्य अत्र झकारस्य स्थाने पूर्णतया अन्त आदेशः भवति. अतः एव प्रश्नः उदेति खलु, ति तः अन्ति, परन्तु अत्र तिप् तस् जि एव भवति खलु. प्रश्नः उदेति खलु, तिप् तस् जि अस्ति वा नास्ति वा? प्रश्नः उदेति जि एव अस्ति, परन्तु सर्वदा तिप् तस् जि, परन्तु अत्र तीतः अन्ति इति कथम् आगच्छति इति प्रश्नः उदेति मनसि. तादृशमेव अग्रे आगच्छति. बहवः सूत्राणि सन्ति. इदानीं तिप्तस् जि अनन्तरं किं भवति? तां झ अस्ति खलु, तत्रापि प्रश्नः उदेति. तिप्तस् जि एव, परन्तु आत्मनेपदीरूपम् एतत् सर्वाणि तिप्तस् जि मूलप्रतिमेव, परन्तु तां झ कथम् आगच्छति? एतदपि प्रश्न उत्तरस्य प्रश्नस्य उत्तरम् अग्रे आगच्छति. इदानीं तिप्तस् जि किं भवति? ज्योन्तः इति सूत्रमस्ति. अहं पृच्छामि, अन्ततो गत्वा अहं पृच्छामि, किञ्चित् कालानन्तरम् अहं पृच्छामि अन्ति इति कथम् आगच्छति. इत्युक्ते अत्र जि इति सूत्रं, जि इति प्रत्ययमस्ति, तत् स्थाने इज् प्लस् इ वयं कुर्मः, तत् चकारस्य स्थाने किम् आदेशः भवति? अन्तेव पूर्णतया अन्तेव आदेशः भवति. अन्तयोः इ योजनेन अन्ति, अतः एव तीतः अन्ति मनसि स्थापयतु. एतत् बहु मुख्यक्रमः भवति. अनन्तरम् एतदेव अत्र तिप्तस् जि इति सूत्रेण कुत्रापि अत्र एतत् चित्रं स्वीकरोतु, स्थापयतु ग्रूप् मध्ये. बहु बहु मुख्यमस्ति तिप्तस् जि कथम् आगच्छति इति अत्र प्रश्नः उदेति. इदानीम् अञ्जना, मध्यमपुरुषे एकवचनं सिप्तस् जि सिप्तस् क इति अस्ति खलु, अत्र एतत् कथम् आगच्छति इति पश्येम. अञ्जना भगिनी पठतु. सिप् हलन्त्यं तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः, सि इति लट् प्रत्ययः निष्पन्नः, तस् न विभक्तो तुष्माः इत्यनेन सकारः लोपः निषेधः, इस् स्थाने रु स्थाने विसर्गः, थस् इस् लोपः निषिध्यते, इस् स्थाने रु थरु रु स्थाने था इति लट् प्रत्ययः निष्पन्नः, था किमपि कार्यं नास्ति, था इत्येव लट् प्रत्ययः निष्पन्नः. एतदपि सुलभमेव खलु, सिप् अत्र हलन्त्यं त्यस्य लोपः सि एव तिष्ठति. न विभक्तु तुष्माः सर्वे जानन्ति एव, सकारः इत् न भवति. किं भवति जना? ससजुषोरुः अत्र करावसाने एव विसर्जनीयः. इदानीम् अत्र इति अस्ति, सा तदैव तिष्ठति, किमपि कार्यं नास्ति, अतः बहु सुलभमेव. इदानीम् अनन्तलक्ष्मी भगिनी पठतु. मिप् वस्मस् इति अस्ति खलु, अत्र किं किं सूत्रं भवति, किं कार्यं भवति इति पठेयु वयम् अत्र द्रष्टुं शक्यते एव. पठतु. मिप् हलन्त्यं तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः, मि इति लट् प्रत्ययः निष्पन्नः, वस् मस् न विभक्तौ तुस्माः इत्यनेन सकारः सकारलोपः निषिध्यते, इस् स्थाने रु स्थाने विसर्गः, वस् स इस् लोपः निषिध्यते इस् स्थाने रुः वरु रु स्थाने विसर्गः वा स्थाने लट् प्रत्ययः निष्पन्नः तथैव अपि मस् मह अत्रापि क्लेशः भवति वा बहु सुलभमेव खलु सुलभं खलु मस् मस् करः लोपः न भवति अतः मह मह तावदेव मिप् वयं जानीमः हलन्त्यं तस्य लोपः इदानीं सर्वे जानन्ति सिप्तस्जि सिप्तस्त मिप् वस्मस् अत्र तीतः अन्ति इदानीं पठतु अन्तलक्ष्मी एव पठतु अतः लटि सिक्तप्रत्ययः प्रत्ययः तीतः अन्ति सीतः था मी वह मह अस्तु अत्र इदानीं प्रश्नः उदेति वा क्लेशः भवति वा समीचीनमस्ति वा मनसि स्थापितं वा क्लेशः भवति वा वदतु कथम् एतत् प्रत्ययम् आगच्छति सीतः अन्ति सिप्तस्जि सिप्तस्त सीतः त मिपवस्मस् मीवहमः कथम् आगच्छति इति सन्देहः भवति वा अस्ति चेत् इदानीं पृच्छतु न तु अग्रे गच्छेम मम पुनरेकवारं वदतु मा पुनरेकवारम् इदानीं पूर्वं किं भवति हलन्त्यं तस्य न सिप्तस्जि सिप्तस्त मिपुवस्मस् एतदेव लट्लकारस्य तिङ् प्रत्ययः सिद्धरूपेण भवति सिद्धरूपेण मूलरूपं सिद्धरूपेण तिष्ठति चेत् मूलरूपम् इदानीम् अत्र सिप्तस्जि सिप्तस्त मिप्वस्मस् कथं भवति इदानीं सिप्त तीतः अन्ति तीतः त मीवः मह इति परिवर्तनं भवति परिवर्तनं किं किं भवति अत्र केन सूत्रेण भवति अत्र इदानीम् अत्र शान्ता भगिनी नास्ति खलु अस्तु अनिल् महोदय प्रतिपादयतु पूर्णतया आं महोदय अत्र अत्र मूलरूपं तिप्तस्जि सिप् थस् थ मिप् वस् मस् अस्ति लट् लकारे परस्मैपदिना प्रत्यया अत्र इत्संज्ञका सूत्रं ससजुसो रुः खरवसानयोः विसर्जनीयः झोन्त एतत् सर्वाणि सूत्राणि प्रयोगं कृत्वा अन्तिमरूपं सिद्ध्यति किं सिद्ध्यति तिप् अस्ति चेत् हलन्त्यं तस्य लोपः सूत्रेण पकारस्य लोपः भवति ति इति अन्तिमरूपं सिद्ध्यति समानेव अस्ति सिप् अस्ति समानेव हलन्त्यं तस्य लोपः सि अन्तिमरूपं सिद्ध्यति मिप् अपि समानेव अन्तिमरूपं मि सिद्ध्यति तस् थस् वस् मस् एतत् चत्वारि मध्ये न विभक्तौ स्म ससजुसो रुः खरवसाजा अवसान विसर्जनीयो विसर्जनीयः एतत् त्रीणि सूत्राणि प्रयोगं कृत्वा अन्तिमरूपं तः थः मह वः मह एव प्राप्तं जि इति जि अस्ति चेत् झोन्तसूत्रेण प्रयोगेन अन्तिमरूपम् अन्ति एव सिद्ध्यन्ति तो समरि अस्ति ति तिप् ति भवति तस् तः भवति झि अन्ति भवति सिप् सि भवति थस् थः भवति थ थ एव तिष्ठति मिप् मि भवति वस् वः भवति म मस् मः भवति सम्यक् अस्ति वा महोदय इदानीं महालक्ष्मी कृते क्लेशः भवति वा नाम नाम क्लेशः नास्ति अत्र तिप्तस्ति सर्वे जानन्ति एव सूत्रम् अलन्त्यं तस्य लोपः न विभक्तः कुस्माः तत्त्वजिशोरुः करावसानयो विसर्जनीयः ज्योन्तः तावदेव अत्र किमपि अत्र सर्वे जानन्त्येव नूतनतया एकं सूत्रम् आगत्य कार्यं करोति एतदेव ज्योन्तः जकारस्य स्थाने जि इति पृथक्तया कुर्मः चेत् ज्या योगः इ जि भवति तत् ज्यास्थाने अन्त आदेशः भवति केन सूत्रेण ज्योन्त ज्योन्त महालक्ष्मी ज्योन्तः मा हा ज्योन्त अतः तत्र अन्त आदेशः भवति अन्तियोगः इ अन्ति अन्ति भवति अतः तीतः अन्ति तीतः त मे वहमः इदानीं सिद्धतिं प्रत्ययः तु सिद्धतिं प्रत्ययः न इत्युक्ते मूलरूपं चित्तस्ति चित्तस्थ मिपुवस्मत् इदानीमत्र किम् अभवत् परिवर्तनं महालक्ष्मी तीतः अन्ति सीतः मीवः महम् अस्तु इदानीं वदतु कुत्रापि क्लेशः भवति वा सर्वेषां कृते क्लेशः नास्ति चेत् एतत् लट् रूपमेव दशलकाराः सन्ति मनसि स्थापयतु एतत् बहु सुलभमेव सर्वे जानन्ति एव कालक्रमेण एतत् दशलकाराः सन्ति अत्रापि परस्मैपदि भवति आत्मनेपदि भवति तत्र अपि कार्याणि सन्ति सूत्राणि सन्ति क्लेशः मास्तु दृढतया सावधानतया मनसि स्थापयतु अनन्तरम् एव अग्रे गन्तुं शक्यते इदानीं प्रश्नः उदेति चेत् मूलप्रत्ययं किम् अस्ति अनन्तरम् अत्र कार्यं कृत्वा अन्ततो गत्वा किं रूपम् अभवत् इति जानन्ति खलु क्लेशः भवति वा अनन्तलक्ष्मी नाम न अग्रे आम् आम् अग्रे गच्छामि एतत् परिचितसूत्रमेव किमपि अत्र क्लेशः नास्ति ज्योन्तः एव अत्र नूतनसूत्रं तावदेव अतः अत्र क्लेशः नास्ति अञ्जना भगिनी अवगच्छति वा क्लेशः भवति वा क्लेशः भवति न इदानीम् अत्र नियमाः किं किं भवति इति करावसानयोर्विसर्जनीयः ज्योन्तः सर्वे आदे प्रत्ययस्य जकारस्य अवयवस्य स्थाने अन्त आदेशः भवति इदानीमेव वयं पठितवन्तः अनन्तरमत्र करावसानयोर्विसर्जनीयः पदस्य रेपस्य स्थाने विसर्गः भवति इति अनन्तरं तत्रापि अलोन्तस्य अल्वर्णस्य अन्तिमवर्णस्य स्थाने एव अत्र कार्यं भवति इति सस्यदृशोरुः सर्वे जानन्ति किमपि क्लेशः नास्ति इदानीं नियमाः अलोन्तस्य एङ्ग प्रयोगं पठनं अद् उल्केतने तेरिमे बहुवारं मया उक्तं खलु अलन्तेन अन्तिमवर्णस्य स्थाने एव कार्यं भवति तकारः अत्र ससजुषोरुः करावसानयोर्विसर्जनीय तस्त् अन्तिमवर्णस्य एव कार्यं भवति अलोन्तस्य अन्त् अल् अन्त्य अन्ति एव अन्ति अन्त् अन्ति अन्ति इत्युक्ते एण्ड् अलोन्तस्य अल् अन्त्यस्य अलोन्तस्य इति पदस्य अन्ते एव तस् इति अस्ति मस् अस्ति तस् मस् वस् अस्ति खलु तत्र अन्तिमवर्णस्य स्थाने एव परिवर्तनम् एतत् अत्र निषेधकसूत्रम् अस्ति अन्तलक्ष्मी जानाति वदतु निषेधकसूत्रम् अलोन्तस्य निषेधकसूत्रं किं अनिल् महोदय जानाति वा एतत् सर्वे जानन्ति एव निषेधकसूत्रं किम् अनेकाचित् सर्वस्य अनेकाचित् सर्वस्य बहुवर्णाः अत्र परिवर्तनं भवति अल् अन्त्य अन्तिमवर्णस्य स्थाने एकमेव वर्णः भवति अनेकाचित् सर्वस्य इदानीं जानाति खलु अन्तलक्ष्मी भवती एव उक्तम् अनेकाचित् सर्वस्य जोन्तः जानन्ति इदानीम् अत्र पुनरपि नियमाः किं किं भवति इति पठेमि इदानीम् अञ्जना भगिनी पठतु नियमाः परस्मे पदस्य लोटः तिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति तस् तस् ठस्थ मिप् निस् लकारेषु लोटि च एकनिमिषम् अञ्जना भगिनि इदानीमत्र परस्मैपदि लोट् लकारस्य तिङ् प्रत्ययः न श्रूयते महोदय ओ अस्तु अस्तु मम क्लेशः एव अस्तु वदतु अत्र इदानीं लकारः किं लोट् लकार इतपर्यन्तं वयं किं दृष्टवन्तः लट् लकारः इदानीं लोट् कति लकारः सन्ति दश लकारः दशलकारः सन्ति इदानीमत्र द्वितीयलकारः लोट् लकारविषये अत्र मूलं किम् अञ्जना सिप्तस्ति सिप्तस्ता मिप् वस्मत् इदानीं किं किम् अभवत् इति लट् लकारविषये वयं दृष्टवन्तः इदानीमत्र लोट् लकारविषये लोट् लकारः किम् अस्ति पठतु पठतां पठतु पठतात् पठतां पठन्तु पठ पठतः पठत पठानि पठानि अधुना पठानि उडचकल्ल पठानि पठावः पठामः इति अस्ति पठानि पठानि वा महोदय पठामि अपि अस्ति पठानि अपि कर्तुं शक्यते इदानीमत्र लोट् लकारस्य नियमाः किं किं भवति इति पठेम इदानीं पठतु अद्य परस्मैपदस्य लोटः तिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति. तस्थस्थ मिप् नित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता अम् एते आदेशाः. लोटि मि स्थाने नि आदेशः. उत्तमपुरुषे आङ् आगमः. प्रत्ययानाम् आदौ आ इति युज्यते. वस् मस् नित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः. अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः. तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः. पठतु पठतां पठन्तु इति अस्ति खल किल शान्तं त आम् एते आदेशः भवति. इदानीम् अत्र वयं दृष्टवन्तः तीतः अन्ति. इदानीम् अत्र ईकारः अस्ति खलु ती पठति तीतः अन्ति. इदानीं ती स्थाने ईकारस्य स्थाने अन्तिम ईकारस्य स्थाने लोट् लकारे किं परि उकारः उकारः अभवत् परिवर्तनम् अभवत्. इदानीमत्र प्रथम तस् कुत्र भवति? मम प्रश्नः अवगच्छतु. तस् कुत्र भवति? प्रथमपुरुषे द्विवचने द्वितीय तस् मध्यमपुरुषद्विवचने. उत्तमं. मध्यमपुरुषे बहुवचने. इदानीम् अत्र पश्यतु अत्र तस् इति स्थाने क्रमेण अनन्तरं मिप् इति अस्ति. मिप् मिप् उत्तमपुरुषे एकवचनं खलु. एतत् नित्तु अस्ति. नित्लकारः अत्र यत्र यत्र गुणः भवति तिङि ती मि अत्र गुणः भवति. अनन्तरम् अत्र दुड्डु कोट्टिदीनिप्पा तीतः अन्ति. अत्र ती गुणः भवति. ती गुणः भवति. मी गुणः भवति. अनन्तरम् अत्र सः गुणः न भवति. किमर्थं चेत् एतत्तु किं भवति? गुणः न भवति चेत् अत्र किं किम् अपित्. उत्तमम् उत्तमम्. अपित् अस्ति. पित् अस्ति. पित् अस्ति. उत्तमम्. अनन्तरं तहत एतदपि अपित् अपित् अस्तु. वहमः अपित्. गुणः न भवति. गुणः यत्र न भवति अत्र नित्सु भवति. गतवर्गे एव पठितवन्तः. नितीच सूत्रं किं वदति? गतवर्गे पठितवन्तः. वदतु. गुण न पुनः न भवति निषेधकसूत्रं पुनः न भवति इति निषेधकसूत्रं किं नीति च इक् इङ् गतवारं महालक्ष्मी एव पठितवती दोषेण उक्तं मया अत्र दोषं समीकृतम् इदानीमत्र स्मरन्ति वा महालक्ष्मी महालक्ष्मी अस्ति वा अस्मि मा अस्मि मा इदानीं जानन्ति वा इदानीं मया किम् उक्तम् इदानीं लोट् लकारो लोट् लकारस्य व्याकरणम् उक्तवती मा मया किम् उक्तम् अनिल् महोदय नीति च सूत्रं नीति च नीति च इति निषेधकसूत्रम् अत्र इदानीं नित्सु भवति नित्सु भवति नित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण अत्र तस्य स्थाने किं भवति ताम् स्थाने किं भवति ताम् ताम् मध्यमपुरुषद्विवचने तस् अस्ति चेत् किं भवति तं तं तम् अनन्तरं मध्यमपुरुष बहुवचने ख अस्ति चेत् किं भवति स अस्ति चेत् अम् अस्तु महोदय महोदय अत्र एकम् एकः संशयः अस्ति पृच्छतु अत्र मिप् मिप् तु पित् अस्ति तो नित्सु लकारेषु लोटि किमर्थं तत्र दत्तमपि अत्र किञ्चित् अत्र किं दोषरूपेण दत्तमेव इदानीम् अत्र क्रमेण पठतु अनिल् महोदय पठतु क्रमेण क्रमेण तस् थस् तस् तां थस् तं थ अं थ त तस् तां थस् तं थ त अनन्तरम् अत्र दत्तं मित् अं परन्तु मित् तु अं न भवति मिप् अं भवति मिप् अं भवति अत्र अमि तृतीयबिन्दु अस्ति मि स्थाने नि आदेश एकसूत्रमस्ति नेर्नि नेर्नि इति सूत्रमस्ति अग्रे आगच्छति एव एतत् विषये आणि अत्र सूतात् तामन्तु शून्यं तात् तं त आनीयाव आम् अत्र केन सूत्रेण तस्तस्समीपां तां तं तामः इति सूत्रमस्ति अनन्तरं नित्यं नितः एतदेव बहुमुख्यसूत्रमस्ति तस्समीपां अत्र इको अस्ति एकवारं म्यूट् करोतु अनन्तरम् अन्म्यूट् करोतु इको भवति वा आं महोदय इदानीम् अन्म्यूट् करोतु अन्ये सर्वे म्यूट् मध्ये तिष्ठन्तु इदानीं समीचीनं भवति अन्ये सर्वे म्यूट् करोतु मम एक मम समीपे एव क्लेशः वा आम् महोदय एतत् इदानीं समीचीनं भवति म्यूट् मध्ये एव अहम् अस्मि अत्र मम प्रतिध्वनिः आगच्छति मा प्रतिध्वनिः आगच्छति प्रतिध्वनिः आगच्छति चेत् सर्वे अपि म्यूट् मध्ये तिष्ठन्तु अहमत्र म्यूट् मध्ये एव अहं तिष्ठामि महोदय एकस् एतत् सिस्टमे म्यूट् करोतु अन्यत् सिस्टमे अन्म्यूट् करोतु अन्यत् सिस्टमे अन्म्यूट् करोतु महोदय एतत् इदानीं समीचीनम् इदानीमपि प्रतिध्वनिः भवति वा इदानीं न भवति महोदय इदानीं न भवति मक अस्तु रेकार्डिङ्ग् एकनिमिषं रेकार्डिङ्ग् अस्ति खलु अस्तु अस्तु इदानीम् अत्र पश्यतु लोट् लकारे किं किं भवति चेत् लोट् लकारे महोदय स्क्रीन् शेर् करोतु इदानीम् अत्र बहवः सूत्राः सन्ति लोट् विषये श्रूयते खलु आं महोदय सम्यक् अस्ति सम्यक् अस्ति अस्ति अस्तु इदानीं लोट् लकारे बहवः सूत्राणि सन्ति तिप् इति पकारः लोपः भवति ती स्थाने किं भवति टु भवति अतः एव अत्र पठतु परन्तु अत्र प्रथमपुरुष मध्यमपुरुषे धातु द्वयं भवति तु तात् पठतु पठतात् अनन्तरम् अत्र किञ्चित् स्थाने द्विवारम् आगच्छति धातुः, न तु एकवारम् एव. अतः शून्यं तात् पठतु नास्ति, पठतात् एव. पठतात् पठतं पठत, पठानि पठाव पठाम. पठावः पठामः नास्ति, पठावः पठामः नास्ति. अत्र विसर्गः नास्ति, विसर्गः लुप्यते. अतः अत्र किं सूत्रं न कार्यं करोति? न विभक्तसूक्ष्मः इति कार्यं न करोति. तर्हि म्यूट् मध्ये तिष्ठतु. अत्र पटावः पठामः, विसर्गं नास्तु इति. इदानीमत्र नियमाः किं किं भवति इति अञ्जना भगिन्याः पठतं, सा तु पठितवती. इदानीं परस्मैपदी लोर् लिङ् लकारस्य इकारस्य स्थाने उकारः भवति, अतः एव पठतु. अनन्तरं तस्त मिप् अत्र तां तं त अम्ब भवति. मी स्थाने नी आदेशः भवति, पठानि इति भवति. अनन्तरम् उत्तमपुरुषे आङ् आगमः भवति, आड् आगमः भवति. अतः एव आ इति भवति. आनि आव आम. नी मी स्थाने नी आगच्छति, पठामि पठानि. नी स्थाने नी आदेशः भवति. अनन्तरमत्र आणि आकारः दीर्घ आकारः कथं भवति? एकमपि सूत्रमस्ति अत्र, प्रसिद्धसूत्रमस्ति लोटो लङ्वति इति एकं सूत्रमस्ति. अनन्तरमत्र आड् उत्तमस्य पिच्च इति, अत्र आड् आगमः भवति. एतत् सूत्रम् अग्रे आगच्छति, क्लेशः मास्तु. अतः एव उत्तमपुरुषे एकवचने बहुवचने मध्य उत्तमपुरुषे एक उत्तमपुरुषे एकवचन मध्य किम् अस्ति अत्र? एकवचने द्विवचने बहुवचने आनीयाव आम आकारः श्रूयते. अनन्तरं वस् मस् नित्सुलकारेषु लोटि न अनयोः स्थितस्य सकारस्य लोपः न भवति. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने ति आदेशः भवति. एकमपि चेर्यपिच्च इति सकारस्य स्थाने इ आदेशः भवति, सि हि. अतः अत्र पश्यतु, मध्यमपुरुषस्थाने सिप् स्थाने किम् आदेशः भवति? वदतु. सिप् हि आदेशः भवति. हि प्रयोगं बहुवारं मया उक्तं. कुत्र भवति हि? मध्यमपुरुष मध्यमपुरुष हि भवति, प्रसिद्धवाक्यं भवति. भिक्षादेहि शङ्कर भगवत् शङ्करपाद पञ्चवर्षाणि सन्ति तत् समये सः भिक्षां देहि इति प्रयोगं कृतवान्. देहि पिच्चु पोडुङ्ग, जस्ट् गिव् मी सम्थिङ्ग्, गिव् मी सम् आल्मण्ड् सम्थिङ्ग् लैक् दट्. बेगिङ्ग् देहि दे दकारः दादातु. लोट्लकार मध्यमपुरुष एकवचनं देहि. टिप्स्थाने इदानीं किं भवति? आदेशः पूर्णतया हि अस्ति चेत् सर्वे मनसि स्थापयतु, देहि इति भवति. अनन्तरम् अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः, हि आदेशः भवति. अत्र अङ्गम् अदन्तमस्ति चेत् अकारः श्रूयते चेत् अत्र हि अपि लोपः भवति, अतः तत् स्थाने शून्यं भवति. अन्यसूत्रमपि भवति तत्र स्थाने, चिन्ता मास्तु. इदानीं तिप् तिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति. तिप् तस्जि तात् आदेशः भवति. अतः एव तस्तस्तमिपां तां तं तामः इति सूत्रमस्ति, अग्रे आगच्छति. एतत् कण्ठस्थीकरणमेव, न तु कार्यं किमपि न भवति, कण्ठस्थीकरणमेव. तस्तस्तमीपां तां तं तामः, एतत् किम् अस्ति अत्र रैम्? बहु कार्यमस्ति, बहु मनसि स्थापनार्थम्. अय्यो किं किं भवति, चिन्ता मास्तु, एतत् बहु सुलभमेव. यत्र आशा अस्ति, यत्र इच्छा अस्ति, यत्र विवक्षा अस्ति, एतत् आमलकमिवे अस्ते तिष्ठति. मनसि आशा भवनीयमेव. इदानीं किप् अस्ति, कथं तु भवति अत्र ई स्थाने उकारः भवति, अतः पठतु. इदानीम् अन्यसूत्रमपि आगच्छति. इदानीमेव मया उक्तं खलु, तस्तस्मीपां तां तं तामः, तात् इति अपि अत्र भवति. तात् सिप् स्थाने तात्, सिप् स्थाने तात्, पठतात्, पठतु, पठतात्, पठतु अपि आगच्छति. पठतु, अतः धातुद्वयं भवति, प्रथमपुरुषे अनन्तरं मध्यमपुरुषे. क्रमेण गच्छेम, चिन्ता मास्तु, सावधानतया पठतु. इदानीं तिप् स्थाने तात्, तिप् स्थाने तात् आदेशः भवति. एतत् नियमाः एव अत्र उक्तं. तात् केन सूत्रेण आगच्छति, नी केन सूत्रेण आगच्छति, हि परिवर्तनं कथं भवति, केन सूत्रेण भवति इति अग्रे आगच्छति. सावधानतया पठेम, क्लेशः मास्तु. इदानीं निट्लकारः, ञकारः, ईत् एशान्ते, लङ् लिङ् लुङ् लृङ् यत्र यत्र यत्र यत्र ञकारः श्रूयते, एतत् लिङ् लक् ञित् इति श्रूयते. लङ् लिङ् लुङ् लृङ् अनन्तरम् अत्र सर्वत्र टकारः एव श्रूयते. लट् लोट् लिट् लुट् टकारः. अतः एकस्मिन् पक्षे ञकारः श्रूयते, अन्यस्मिन् पक्षे टकारः श्रूयते. अतः एव आदिरन्तेन इलल किम् अस्ति अत्र एकं सूत्रमस्ति, वयं पठित आद्यन्तेन किम् अस्ति सूत्रम् एकं स्मरन्ति वा? आदिः कित् नित् आदिरन्ते आद्य कोऽपि स्मरन्ति वा? उत्तमम् उत्तमम्, एतदेव आद्यन्तौ टकितौ, आद्यन्तौ टकितौ, आदि अन्ते टकितौ, टक् इक् टित् कित्. टकारः यत्र यत्र श्रूयते, लट् लोट् लिट् लुट् यत्र यत्र टकारः श्रूयते टित् भवति, यत्र यत्र ञकारः श्रूयते ञित् भवति. ञित् कुत्र कुत्र भवति? लङ् लिङ् लुङ् लृङ् समीचीनम्. अत्र तर्हि नियमान् अनुसृत्य एव अत्र कार्यं भवति. तर्हि नियमान् अनुसृत्य कार्यं भवति. तिप् किं भवति? ति स्थाने तु भवति, अतः एव पठतु इति भवति. एतत् बहु क्रमः भवति, नियमान् अनुसृत्य एव बहु कार्याणि सन्ति. अत्र सुलभतया अत्र दत्तं तूतात् ताम्, तूतात् ताम् अन्तु, शून्यं तात् जीरो अस्ति खलु. एतत् किं पठनीयं, पठितव्यं शून्यम्. अत्र तु स्थाने किमपि धातु नास्ति, अतः शून्यं भवति. पठतात् इति तात् एव श्रूयते, तूतात् तामन्तु, शून्यं तात् तन्त आनयाव आम इत्येव पठनीयम्. समीचीनम्. अत्र एतत् एव अत्र लोटि सिद्धप्रत्ययाः सीतः अन्ति सीतहत मीवहमः, अत्र परिवर्तनं भवति लोट्लकारे. कार्यं किम्? सिप् तस् जि सिप् तस् मिप् वस् मस् अस्ति. अत्र तु ताम् अन्तु हि तं त नि व म इति अस्ति. अत्र बहवः सूत्राणि सन्ति, अग्रिमवर्गे पठेम. अनिल् महोदय अत्र मङ्गलश्लोकं वदतु. आम् महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. इदानीमेव अत्र इदानीमेव अत्र बहवः कार्याणि सन्ति. लट् एव वयं दृष्टवन्तः, लोट् लङ् विधिलिङ् अत्र क्रमेण परिवर्तनं भवति एव. अतः सावधानतया शृण्वन्तु, वर्गे अपि आगच्छतु, शृणोतु. अस्तु, धन्यवादः सर्वेभ्यः. धन्यवादः.